अथ एकादशोऽध्यायः। अर्जुन उवाच, मदनुग्रहाय परमम् गुह्यमध्यात्मसङ्गीतम् यत्तु योक्तम् वचस्तेन मोहोऽयम् विगतो मम। भवाप्ययो हि भूतानम् श्रुतौ विस्तरशो मया, त्वत्तः कमलपत्राक्ष माहात्म्यमपि च वयम्। एवमेतद्यथातत्त्वम् आत्मानम् परमेश्वर, द्रष्टुमिच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम। मन्यसे यदि तच्छक्यम् मया द्रष्टुमिति प्रभो, योगेश्वर ततो मे त्वम् दर्शयात्मानमव्ययम्। श्रीभगवानुवाच, पश्य मे पार्थरूपाणि शतशोऽथ सहस्रशः, नानाविधानि दिव्यानि नानावर्णाकृतीनि च। पश्या दीप्त्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा, बहुन्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत। इहैकस्तम् जगत्कृष्णम् पश्याद्य सचराचरम्, मम देहे गुणाकेश यच्चान्यद्द्रष्टुमिच्छसि। न तु माम् शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा, दिव्यम् ददामि ते चक्षुः पश्यामि योगमैश्वरम्। सञ्जय उवाच, एवम् उक्त्वा ततो राजन् महायोगेश्वरो हरिः, दर्शयामास पाठाय परमम् रूपमैश्वरम्। अनेक वक्त्रनयन मनेकद्भूतदर्शन, अनेक दिव्यमरणम् दिव्यानेकोद्यतायुधम्, दिव्यमालम्बरधरम् दिव्यगन्धानुलेपनम्, सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतो मुखम्। दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता, यदि वा सदृशी सा स्यात् आतस्तस्य महात्मनः। तत्रैकस्तम् जगत्कृष्णम् प्रविभक्तमनेकदा, अपश्य देवदेवस्य शरीरे पाण्डवस्तदा। ततः स विस्मयाविष्टो हृष्टरोमाधनञ्जयः, प्रणम्य शिरसा देवम् प्रीताञ्जलिरभाषत। अर्जुन उवाच, पश्यामि देवम् स्तव देवदेहे सर्वांस्तथा भूतविशेषसङ्गा, ब्रह्माणमीशम् कमलासनस्थम् ऋषीन् च सर्वानुरगाक्ष देव्यान्, अनेकबाहोदरवस्त्र नेत्रम् पश्यामि त्वम् सर्वदुनन्तरूपम्। नान्तम् न मध्यम् न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप, किरीटिनम् दलिलम् च त्रिणम् च तेजो राशिम् सर्वतो दीप्तिमन्तम्। पश्यामि त्वम् दुर्निरीशम् समन्तात् दीप्तानलार्काद्युतिम प्रमेयम्, त्वमक्षरम् परमम् वेदितव्यम् त्वमस्य विश्वस्य परम् निदानम्। त्वमव्ययः शाश्वत धर्म गोप्ता सनातनस्त्वम् पुरुषो मतो मे, अनादिमध्यान्तमनन्त वीर्य वीर्यम् अनन्तबाहुम् शशिशूर्यनेत्रम् पश्यामि त्वाम् दीप्तहुताशभद्रम् स्वतेजसा विश्वमिदम् तपन्तम्।